पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 91 कुञ्चल उवाच ब्रह्महत्याभिभूतस्तु सहस्राक्षो यदा पुरा गौतमस्य प्रिया सङ्गादगम्या गमनं महद सञ्जातं पादकं तस्य त्यक्तो देवैश्च ब्राह्मणैः सहस्राक्षस्तपस्तेपे निरालम्बो निराश्रयः तपोन्ते देवताः सर्वा ऋषयो यक्षकिन्नराः देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे देशं मालवकं नीत्वा देवराजं सुदोत्तम चक्रे स्नानं महाभाग कुम्भैरुदकपूरितैः स्नापितुं प्रथमं नीदो वाराणस्यां स्वयं तदः प्रयागे तु सहस्राक्ष अर्कतीर्थे ततः पुनः पुष्करेण महात्मासौ स्नापितः स्वयमेव हि ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृन्दैर्द्विजोत्तम नागैर्वृक्षैर्नागसर्पैर्गन्धर्वैस्तु स किन्नरैः स्नापितो देवराजस्तु वेदमन्त्रैः सुसंस्कृतः मुनिभिः सर्वपापघ्नैस्तस्मिन् काले द्विजोत्तम शुद्धे तस्मिन् महाभागे सहस्राक्षे महात्मनि ब्रह्महत्या गदा तस्य अगम्या गमनं तथा ब्रह्महत्या तदो नष्टा अगम्या गमनेन च पापेन तेन घोरेण सार्धमिन्द्रस्य भूतले सुप्रसन्नसहस्राक्षस्तीर्थेभ्यो हि वरं ददौ भवन्तस्तीर्थराजानो भविष्यधनसंशयः मत्प्रसादात् प्रवित्राश्च यस्मादहं विमोक्षितः सुखोरात् किल्बिषादत्र युष्माभिर्विमलैरहम् एवं तेभ्यो वरं दत्त्वा मालवाय वरं ददौ यस्मात् त्वयामलं मेद्य विधृतं श्रमदायकं तस्मात् त्वमन्नपानैश्च धनधान्यैरलङ्कृतः भविष्यसि न सन्देहो मत्प्रसादान्न संशयः सुदुःखालैर्विना त्वं तु भविष्यसि सुपुण्यवान् एवं तस्मै वरं दत्त्वा देव राजः पुरन्दरः क्षेत्राणि सर्वतीर्थानि देशो मालवकस्तथा आखण्डले सार्धं ते स्वस्थानं प्रदिजग्मिरे सूत उवाच तदा प्रभृति चत्वारः प्रयागः पुष्करस्तथा वाराणसी चार्कतीर्थं प्राप्ता राजत्वमुत्तमं कुञ्चल उवाच अस्ति पञ्चालदेशेषु विदुरो नाम क्षत्रियः तेन मोहप्रसङ्गेन ब्राह्मणो निहतः पुरा शिखासूत्रविहीनस्तु तिलकेन विवर्जितः भिक्षार्थमडते सोऽपि ब्रह्मघ्नोऽहं समागतः ब्रह्मघ्नाय सुरापाय भिक्षा चान्नं प्रदीयतां गृहेष्वेवं समस्ते शुभ्रमदे याजते पुरा एवं सर्वेषु तीर्थेषु अडित्वैव समागतः ब्रह्महत्या न तस्याभि प्रयादिद्विजसत्तम वृक्षच्छायां समाश्रित्य दह्यमानेन चेतसा संस्थितो विदुरः पापो दुःखशोकसमन्वितः चन्द्रशर्मा ततो विप्रो महामोहेन पीडितः न्यवसन् मगधे देशे गुरुकादकरश्च सः स्वजनैर्बन्धुवर्गैश्च परित्यक्तो दुरात्मवान् स हि तत्र समायादो यत्रासौ विदुरस्थितः शिखासूत्रविहीनस्तु विप्रलिङ्गैर्विवर्जितः तदा सौ पृच्छितस्तेन विदुरेण दुरात्मना भवान् को हि समायातोः दुर्भगो दग्धमानसः विप्रलिङ्गविहीनस्तु कस्मात् त्वं भ्रमसे महीं विदुरेणोक्तमात्रास्तु चन्द्रशर्मा द्विजाधमः आचष्टे सर्वमेवापि यथा पूर्वकृतं स्वकं पादकं च महाघोरं वसदा च गुरोर्गृहे महामोह गतेनाभिक्रोधेनाकुलितेन च गुरोर्खादकृतः पूर्वं तेन दग्धोऽस्मि साम्प्रतं चन्द्रशर्मा च वृत्तान्तमुक्त्वा सर्वमपृच्छत भवान् को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः विदुरेण समासेन आत्मपापं निवेदितम् अथ कश्चिद्विजप्राप्तस्तृतीयश्रमकर्षितः वेदशर्मेदि वैनाथ बहुपादकसञ्चयः द्वाभ्यामपि सुसम्पृष्टः को भवान् दुःखिताकृतिः कस्माद्भ्रमसि वै पृथ्वीं वदभावं त्वमात्मनः वेदशर्मा तद सर्वमात्मचेष्टितमेव च कथयामास ताभ्यां वै ह्यगम्यागमनं कृतं धिक्रुद्धः सर्वलोकैश्च अन्यैः स्वजनबान्धवैः तेन पापेन संलिप्तो भ्रमाम्येकं महीमिमाम् वञ्चुलो नाम वैश्योऽध सुरापायी समागतः स गोघ्नश्च विशेषेण तैश्च पृष्ठो यथा पुरा तेन आवेदिदं सर्वं पादकं यत्पुरा कृतं तैराकर्णिदमन्यैश्च सर्वं तस्य प्रभाषितम् एवं चत्वारः पापिष्ठा एकस्थानं समागताः कक्कस्यापि न सम्पर्कं भोजनाच्छादनेन च करोति च महाभागवार्तां चक्रुः परस्परं न विषं त्यासने चैके न स्वपं त्येकसंस्तरे एवं दुःखसमाविष्टा नानातीर्थेषु वैगदाः तेषां तु पापकाघोरा न नश्यन्ति च नन्दन सामर्थ्यं नास्ति तीर्थानां महापादकनाशने विदुराद्यास्ततस्तेदु गधा कालं जरं गिरिम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थे च्यवनचरित्रे एकनवतितमोऽध्यायः ॐ